सर्वेषां नमस्कारः. अद्यतनविषयः अस्ति करपत्रमस्ति, तत्र शानचोः प्रक्रियाचिन्तनम् इति करपत्रं. विषयः प्रवर्तमानः अस्ति. अत्र वयम् अस्माकम् अधुना कस्मिन् भागे स्मः इत्युक्ते अभ्यस्तम् अनदन्तम् अङ्गम् इति भागे स्मः. तर्हि तत्र पुल्लिङ्गे इति आरभ्य पुनः पठामः. कः आरम्भं करोति? मणिमहोदय आरम्भं करोति किं महोदय? पठामि महोदय. अभ्यस्तम् अनदन्तमङ्गं पुल्लिङ्गे नाभ्यस्य च दुः, अभ्यस्य सम्यकात् चतुर्प्रत्ययस्य नुमागमः न भवति, अस्य च सूत्रस्य निमित्तम् अस्ति. सर्वनामस्थाने विधिवचनं सर्वनामस्थानधातोः इत्यस्मात् अनुवर्तिसरसूत्रं न अभ्यस्तात् अङ्गात् चतुः नम् पूर्वमेव पठितवन्तः. नाभ्यस्य चातुः कुत्र कुत्र अभ्यस्तः सम्यक् भवति, अत्र समागमः न भवति इति. अनेन ज्योत्यादिकं विवाहमः न भवति, अधः रूपं भवति ददत् ददतौ ददतः ददतं ददतौ ददतः इति. अत्र अग्रे अग्रे पठामि महोदय. अत्र अस्माभिः स्मर्तव्यं यत् सूत्रे ज्योत्यादिगणधातुः धातुभ्यः न भवति इति न उक्तम्. अभ्यस्तसम्यकात् इत्येव उक्तं. तर्हि अभ्यस्तसम्यकात् इत्यस्य कथनेन केषां केषां ग्रहणम् इति एकवारं चिन्तनीयं. यतोहि समग्रहं चिन्तनम् इति लक्ष्यं चेत् केषाम् अभ्यासम्यक् भवति इति ज्ञेयम्. अत्र अभ्यासकार्यं ज्योत्यादिगणे एव भवति, तत्र एव अनुमागम निषिद्धम् इति न अत्र दत्तं. कुत्र कुत्र अभ्यासम्यक् अस्ति चेत् तत्रापि अनुमागम भवति वा अथवा इति ज्ञातव्यम् इति तत्र दत्तम्. अतः कुत्र अभ्यस्तसंहिता भवति इति पठामः. यतिषट् लिट् धातोराणाभ्यसस्तस्य सञ्ज्ञोः स्थलौ सङ्गि इत्येभिः अपि अभ्यस्तसंहिता भवति इति. येषु एव स्थलेषु भवत्सम्यका भवति अभ्यस्तसंहिता भवति. पदादिगणे सद्य सप्तधातवः जगृष जक्ष जगृ दरिद्र चकास् सास् दीदिङ् वेविङ्. अनन्तरं लिट्लकारे सङ्गन्धरूपेषु यङ्गन्धरूपेषु यङ् लुगन्धरूपेषु ज्योत्यादिगणे लुङ् लकारे चम् इति विवरणं विकरणप्रत्ययः. लुङ्गि इत्यस्मात् चम् इत्योः पदनेन लुङ् लकारस्य ग्रहणं. तर्हि येषां मध्ये कुत्र कुत्र नाभ्यस्तजातुः इत्यस्य प्रसक्तिः प्रथमतया चिन्तनीयं. केषु केषु प्रसङ्गेषु सकृन्दरूपं सम्भवति? नाभ्यस्तजातुः कुत्र कुत्र अभ्यस्तं भवति तत्रैव भवति इति तत्र उक्तम्. अतः कुत्र कुत्र अभ्यस्तं भवति इति इत्युक्ते अदादिगणसत्यसाधकशक्ति सूत्रेण सपाद शब्दधातः, अनन्तरं लिट्लकार सनन्दप्रत्ययः, अनन्तरं यङ्गन्दरूपेषु यङ्गलुगन्दरूपेषु अपि युगत्यादिगणे लुङ्लकारे अतः शब्दस्थलेषु इति भवति. चङ् इति लुग्नप्रत्ययः लुङ् एव इति स्वीकरणीयम्. नाभ्यस्तस्य प्रसक्तिः कुत्र इति शतान्तरूपं प्रथमं शतान्तरूपं कुत्र भवति इति पश्यामः. पठामि वा अग्र चत्रान्तं चत्रान्तम् इत्यस्य कथनेन सुबन्धमेव न तु तिङ्गन्तम्. अतः यत्र यत्र तिङ्गन्तपदमेव तिङ्गन्तमेव भवति तत्र तत्र शत्रुप्रत्ययः न विद्यते एव. लिट्लकारः लुङ्लकारः चेतनयोः लकारत्वात् नित्यं तिङ्गन्तम्, अतः तत्र शत्रु न भवति. अवशिष्यते अदादिगणस्य शब्दधातवः सन्नन्दाः यङ्गन्दाः यङ्ग् लुगुन्दाः ज्योतिरजिगणीयः च एते सर्वे धातवः एव अतः देभ्यः सर्वेभ्यः तिङ्प्रत्ययाः अपि कृत् प्रत्ययाः अपि विधीयन्ते. चत्वन्तम् इति युक्ते सुबन्धमेव अत्र तिङ्गन्नपदं नास्ति. यत्र यत्र तिङ्गन्नपदं भवति तत्र तत्र सुबन्धपदं न विद्यते. लिट् लकारस्य अनन्तरं लुङ् लकारस्य लकारत्वा तत्र नित्यं नित्यं तिङ्गन्नम् अतः अत्र शत्रुप्रत्ययः न भवति एव. अतः अवशिष्टाः अदादिगणः सन्नन्दः यङ्गन्दः यङ्गन्दः यं लुगन्दः जिहोत्यादिगण इति पञ्चस्थलेषु एव भवति. सर्वे धातुतः अतः सर्वे धातुभ्यां कथम् अभ्यस्तं भवति शत्रुकृत्यं भवति इति पश्यामः. सनदन्तान् अवलोकयामः. आदौ सन्नन्दप्रत्ययः यः धातुः सन्नन्दः तर्हि आहत्य पश्यामः चेत् अस्माकं सूत्रमस्ति औत्सर्गिकसूत्रमस्ति नाभ्यश्चतुः इति सूत्रम् अस्ति. एतत्तु केवलम् अभ्यस्तात् इति सूचयति, अभ्यस्तात् अङ्गात् शतुः अनुमागमः न भवति इति सूचयति. किन्तु तर्हि अभ्यस्त इति स्वीकुर्मः चेत् कुत्र कुत्र अभ्यस्तसंज्ञा वर्तते इति पश्यामः चेत् यत्र यत्र द्वित्वम् अस्ति उभे अभ्यस्तम् इति सूत्रमस्ति अस्माकं, तर्हि उभे अभ्यस्तम् अनेन यत्र यत्र द्वित्वं भवति तेषां सर्वेषां तु नामकरणं तु अभ्यस्तम् इत्येव भवति. तर्हि कुत्र द्वित्वं भवति इति पश्यामः चेत् सप्तसु स्थलेषु द्वित्वं भवति. प्रथमं तु अस्माकं द्वित्वं तु प्रथमं तु वयं जानीमः जुहोत्यधिगणे धातवः सन्ति इति वयं जानीमः. अनन्तरम् अदादिगणे सप्तधातवः जक्षित्यादयः षट् इत्यनेन सप्तधातवः सन्ति. येषां यद्यपि द्वित्वं नास्ति तथापि तेषां अभ्यस्तसंज्ञा विधीयते सूत्रेण, जक्षित्यादयः षट् इति सूत्रेण संज्ञा विधीयते इति कृत्वा तदपि वयं स्वीकुर्मः, तानपि स्वीकुर्मः. अनन्तरं लिट्लकारे लिटि धातोरनभ्यासस्य इति सूत्रेण लिटि द्वित्वं भवति. अनन्तरं छङि इति लकारः पश्यामः चेत् छङि अपि भवति. छङ् इति विकरणप्रत्ययः अस्ति, तस्य विकरणप्रत्ययः इति पश्यामः चेत् लुङ् इति लकारस्य विकरणप्रत्ययः अस्ति इति कृत्वा लुङ् लकारे अपि द्वित्वं भवति इति अवगच्छामः. अनन्तरं किम् अस्ति संयङोः इत्यनेन सन् अनन्तरं यङ् यङ् लुक् त्रिषु अपि विषयेषु द्वित्वं भवति, प्रत्यये परे द्वित्वं भवति. अनन्तरं श्लौ इति अस्ति, श्लौ इत्येव जुहोत्यादिगणस्य श्लौ इति अस्ति. किमस्ति शपः श्लौ भवति इति जानीमः खलु वयं जुहोत्यादिगणे, तर्हि श्लौ इत्यनेन जुहोत्यादिगणस्य सूचना अस्ति अत्र इति कृत्वा सप्तसु स्थलेषु भवति द्वित्वं. किन्तु अत्र अस्माकं तु अधुना प्रवर्तमानः विषयः अस्ति शत्रुशानचोः प्रक्रियाचिन्तनम् इति. तर्हि शत्रुप्रत्ययः सप्तसु स्थलेषु शत्रुप्रत्ययः कुत्र विधीयते इति द्रष्टव्यं. यत्र लकारः अस्ति लिटि लङि छङि इति यत्र अस्ति लङि, तत्र तु क्षम्यतां लुङि, तत्र तु लकारस्य विषयः अस्ति, धातुः नास्ति, लकारनिर्माणम् अस्ति. तर्हि शत्रु न अग्रे लकारस्य अनन्तरं शत्रु न आयाति एव. अन्यत्र पश्यामः चेत् जक्षत्यादयः षट् इति षड् दातवः सन्ति, ते तु दातवः सन्ति इति कृत्वा धातूनाम् अनन्तरं शत्रु इति कृत् प्रत्ययः अस्ति खलु, तर्हि धातोः अनन्तरं तु कृत् परे तु कृत् आयाति एव इति कृत्वा तत्तु स्वीकर्तुं शक्यते. संयङोः इति सूत्रेण यत् सनन्तदातवः नूतनदातवः सन्ति, सन् प्रत्ययः यङ् प्रत्ययः अनन्तरं यङ्ग्लुक् प्रत्ययः, एते सर्वे तु नूतनदातवः सन्ति सनाद्यन्तादातवः इति सूत्रेण इति कृत्वा दातवः एव सन्ति इति कृत्वा तदनन्तरं कृत् प्रत्ययः विदधातुं शक्नुमः. तथा एव श्लौ इत्यनेन जुहोत्यधिगणस्य धातूनामपि परे वयं पुनः शत्र इति प्रत्ययः विधीयते एव इति कृत्वा एते सर्वे वयं अस्माभिः स्वीकर्तुं शक्यते इति उक्तमस्ति. अनन्तरम् एकैकं स्वीकृत्य पश्यामः यदि विषयः कः इति पुनः पश्यामः इति महोदयेन तदेव उक्तमासीत् अग्रे. अरुणा भगिनी पठति किं भगिनि? सन्नन्तान् भगिनि आं भगिनि, गीता भगिनी प्रश्नः वर्तते किम् एतावत्पर्यन्तम्? आं भगिनि, एक क्षम्यताम्, अहं पूर्णतया न अवगतं, किन्तु अत्र इति वदति तिङन्तमेव भवति चेत् शत्रुप्रत्यय न विधीयते, किन्तु किमर्थं धातुतः द्विविधप्रत्ययौ विदधातुं शक्नुमः? एकमस्ति धातुतः तिङ्प्रत्ययं भवितुम् अर्हति, अनन्तरं धातुतः कृत् प्रत्ययः भवितुम् अर्हति, किन्तु उभौ अपि भवितुं न अर्हति खलु? तिङ्क कृत् उभौ अपि भवितुं न अर्हति, तर्हि अस्माकं शत्रुः इति कृत् प्रत्ययः अस्ति, तर्हि धातुतः एव साक्षात् विधीयते, तदनन्तरं तिङ् तद् अनन्तरं शत्रुः इति न वदधातुं शक्नुमः अस्माभिः, इति कृत्वा तत्तु त्यजामः। तत्र द्वित्वं लेसि भवति, अनन्तरं छङि भवति, लुङ् लकारे, तदपि त्यजामः, किमर्थमिति लकारस्य विषयः अस्ति, धातोः नूतनधातुः न प्राप्नुमः खलु, अनेन प्रत्ययं योजयित्वा धातुं न प्राप्नुमः, केवलं लकारं प्राप्नुमः इति कृत्वा न स्वीकुर्मः। अस्तु अस्तु, धन्यवादः। अरुणा भगिनि, क्षम्यतां भगिनि, भवती चिन्ता मास्तु, सन्नन्तान् अवलोकयामः, यः धातुः सन्नन्तः स आतिदेशिकधातुः, औपदेशिकधातुभ्यः आतिदेशिकधातवः निर्मयन्ते, गम्रु इति औपदेशिकधातु दृष्टान्तेन स्वीकुर्मः, सन्नन्त पूर्वमुक्तः संज्ञौ इति अत्र अभ्यासकार्यं भवति, ततः विवरणं करोति, सन्नन्तप्रत्यय कथम् आगच्छति, धातुयोग सन्नन्तप्रत्यय नूतनधातु आगच्छति, तदेव नूतन औपदेशिकधातु इति वदन्ति, ततः कृत् प्रत्यय अपि योजनं कर्तुं शक्नुमः। आं भगिनि, ततः उदाहरणं गम्रुलु इति औपदेशिकधातुं स्वीकृत्य षण् प्रत्यय प्रक्रिया विधीयते, गम्रु साधु भगिनि, गमुर्लु धातु औपदेशिकधातुः, गमुर्लु योगः सन् प्रत्यय अनुबन्धलोपे गमुर्लु धातु विषये गम् एव अवशिष्यति, गमुर्लु उच्चारणार्थं भगिनि गमुर्लु अतः यत्र कुत्रापि यदि स्वरस्य लोपः आधविव भवति चेत्, अनुबन्धलोपः भवति चेत्, तत्तु सः स्वरः तु अजननासिकः स्वरः इति मन्तव्यं, किमर्थमित्युक्ते महोदय टिप्पण्यां प्रदर्शयितुं न शक्यते खलु, अनुनासिकः सर्वदा प्रदर्शयितुं न शक्यते खलु, कष्टं भवति इति कृत्वा कुत्रचिदपि न प्रदर्श्यते एव, कस्यापि पुस्तकेपि केषुचित् स्थलेषु एव तथा टिप्पणीं कुर्वन्ति जनाः, किन्तु सामान्यतया वयम् अनुबन्धलोपः इति पश्यामः चेत् वयम् अवगच्छामः तत्तु अजनुनासिकवर्णः इति, गमुर्लु औपदेशिकदासरूपं गमुर्लु गमुर्लृकार उपदेश अनुनासिक इति सूत्रेण इत्संज्ञा भवति, लोपः भवति, गम् एव अवशिष्यति, गम् योगः षन् सन् प्रत्यये अपि नकारः हलन्तिमिति सूत्रेण लोपः भवति, गम् योगस्थन् स्थिते सन् संयङ्गोः इति सूत्रेण एकाचो द्वे प्रथमस्य इत्यनेन द्वित्वं भवति, अहं जानामि सन् प्रत्यागच्छति संयङ्गो इति सूत्रेण अस्मिन् विषये अग्रे अस्माभिः पूर्णतया पठ्यते भगिनि, सङ्गतिप्रत्ययस्य विषये प्रत्ययं स्वीकृत्य तनन्तरूपनिर्माणम् इति पृथक्तया पठ्यते. अधुना तु केवलं गच्छतु, अग्रे गच्छतु, पूर्णतया अवगन्तव्यम् इति नास्ति. केवलम् एवम् उक्तमस्ति, संयोगोः इत्यनेन द्वित्वकार्यं भवति, द्वित्वं विधीयते. सनिपरे यङिपरे अपि द्वित्वं विधीयते. अनन्तरम् एकाच द्वे प्रथमस्य, ए तु गम् इति एकाच धातुः इति कृत्वा प्रथमस्य यत् प्रथमभागः अस्ति इति वदामः, तस्मिन्नपि बृहत् विषयः अस्ति, तदपि बृहत् विषयः अस्ति. यद् वयम् एकाच प्रदे प्रथमस्य इति सूत्रमस्ति खलु, अनन्तरं द्वितीयसूत्रमस्ति अजादे द्वितीयस्य इति सर्वम् अस्ति. तर्हि अत्र एकाच अस्ति अवगन्तव्यं, तर्हि गम् गम् इति द्वित्वं भवति इति अवगन्तव्यम्. हलादिः शेष इति सूत्रेण प्रथमस्य हल्लवर्णः लोपः भवति, गा एव अवशिष्यति. गा योगः गम् योगः स कुहोश्चुः इति सूत्रेण गकारस्थाने जकार आगच्छति, जाग् आगच्छति. जा योगः गम् योगः स सन्यन्तः इति सूत्रेण षण् विशिष्ट अभ्यासकार्येण अभ्यासस्य अन्तिम अकारस्य स्थाने इकार आदेशः भवति, जी भवति. जी योगः गम् योगः आर्धधातुकस्य इड्वलादेः इत्यनेन आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्त्यवर्णः अस्ति चेत् तस्य इदागमः भवति. जी योगः गम् योगः ई योगः स आदेशप्रत्ययुः इत्यनेन इन् प्रत्याहार अपदान्तप्रत्यय अवयवसकारस्य षत्वं भवति. जिगमिष इति अतिदेशधातुः उत्पन्नं भवति. उत्तमं भगिनि. अत्र किमित्युक्ते केन सूत्रेण द्वित्वम् इति तु संयोगोः इत्यनेन, भिन्नभिन्नस्थलेषु भिन्नभिन्नसूत्रं वदति संयोगोः इत्यनेन द्वित्वम्. किन्तु अग्रे पश्यामः चेत् अस्माकं सामान्यकार्याणि, द्वित्वकार्याणि यद् वयं ज्योत्यादिगणे दृष्टवन्तः तानि एव अत्रापि प्रसक्तानि, तानि अत्रापि आगच्छन्ति इति कृत्वा वयं तु जानीमः खलु. द्वित्वं भवति एकाचोदे प्रथमस्य इत्यनेन, अनन्तरम् इत्युक्ते गम् इति यत् भागः अस्ति तस्यैव तस्यैव द्वित्वं भवति. गम् गम् इति भूत्वा गम् गम् योगः स इति अस्ति सन् इत्यस्य, अनन्तरं हलादिशेषः इति सामान्यकार्यम् अस्ति खलु अस्माकं, तदेव प्रवर्तते. तर्हि अन्ते तु संयतः इत्यनेन विशिष्टकार्यमस्ति, येन यत्र द्वित्वम् अभ्यासस्य तु इकारः भवति संयतः इति. तर्हि ज इति तत्तु जुहोत्यादिगणे नास्ति खलु, तादृश इडा इकारः न आयाति. किन्तु संयतः इति सन्नि परे एतादृशविषयः अस्ति. तर्हि अकारस्य इकारः भवति इति कृत्वा जी गम् स इति. अनन्तरम् अत्र इडागमः भवति, तस्मिन् विषये अपि अग्रे पश्यामः इडागमः चिन्तनम् इति. आर्धातुकप्रत्ययः प्रक्रिया अस्ति इति कृत्वा तिङ्गपि नास्ति षित्तपि नास्ति खलु अस्माकं सन् प्रत्ययः इति कृत्वा आर्धधातुकप्रक्रिया इति वदामः. आर्धातुकप्रक्रियः प्रत्ययः अस्ति, अतः आर्धातुकप्रक्रिया अस्ति इति कृत्वा आर्धातुकप्रत्ययस्य तु इडागमः भवितुम् अर्हति इति कृत्वा इडागमः भवति. अत्र वलादिः अस्ति अस्माकम् इति कृत्वा वलाद् अत्र इडागमः भवति. अनन्तरम् आदेशप्रत्ययोः इत्यनेन जिगमिष इति आतिदेशिकधातुः, नूतनधातुः वयं निर्मामः, निर्मीयते अस्माभिः. तर्हि अत्र किमस्ति, नूतनधातुः अस्ति इति भगिनी पठति. अग्रिममपि पठति किं भगिनि, जिगमिषयोगः शत्रु. आं भगिनि, जिगमिषायोगः शत्रु. जिगमिषायोगः अर्थ शत्रुप्रत्यये शकारः उपदेशे अधुनासिक सूत्रेण लोपः भवति. शकार लषक् वर्तते इति सूत्रेण शकारः लोपः भवति, अत् एव अवशिष्यते. तदनन्तरं नाभ्यस्तचक्षुः इति अभ्यस्तसञ्ज्ञकात् शत्रुप्रत्ययस्य नुम् आगमो न भवति इति. अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तमस्ति सर्वनामस्थाने अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शत्रुः नुम्. प्रथमं नुम् आगमः आगच्छति वा न निर्माणं कुर्मः अत्र सर्वनामस्थानप्रत्यये पदे अभ्यस्तसंज्ञात् चतुप्रत्यय धनाभ्यस्तचतुः सूत्रं वदति अभ्यस्तसंज्ञात् शत्रुप्रत्ययसन्नुम् आगमः न भवति. ततः निमित्तमस्ति सर्वनामस्थानप्रत्यये परे अत एव आगमः आगच्छति न भवति इति पुल्लिङ्गे अनन्तरं नपुंसकलिङ्गे बहुवचने इति जानीमः. धन्यवादः भगिनि. अग्रे भगिनि पठति किं भगिनि? गीता भगिनि पठति किं भगिनि? आं भगिनि. अत्र तस्मादित्युत्तरस्य इत्यनेन न अभ्यस्तात् इत्यस्य पञ्चमीविभक्त्या शत्रप्रत्ययः साक्षात् अनन्तरं भवेत्. किन्तु अत्र तथा नास्ति, यतोहि अभ्यस्तसंज्ञकजिगम् शत्रप्रत्ययः चेत्यनयोः मध्ये इडागमसहितसन् प्रत्ययः अस्ति. तदर्थं यद्यपि कश्चन अभ्यस्तसंज्ञकभागः अस्ति, तथापि नाभ्यस्ताच्छतुः इति सूत्रस्य प्रसक्तिः नास्ति. जिगमिष योगः शत्र इत्युक्ते जिगमिष योगः अत् कर्तरीषप् सूत्रेण जिगमिष योगः अ योगः अत् तदनन्तरम् अतो गुणे सूत्रेण इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः पररूपम् एकादेशः जिगमिष योगः अत् अतो गुणे इत्यनेन जिगमिषत् इति शत्रन्तप्रातिपदिकं भवति. अस्तु, वदति किं भगिनि? न भगिनि, भवती एव अहं वदामि. यदि प्रश्नः अस्ति चेत् पृच्छतु. अत्र किम् उक्तमस्ति चेत् अत्र अधुना अस्माकं विवक्षा अस्ति जिगमिषयोगः शत्रु इति विवक्षा. अधुना द्रष्टव्यं यत्र जिगमिष इति अभ्यासः अस्ति खलु. पूर्वं तु जिगम् इति अभ्यासभागः अस्ति, अत्र वर्तते खलु, पूर्वम् अस्ति. ईश इति अस्मिन् इत्यस्मात् पूर्वम् अस्ति, प्राक् अस्ति जिगम् इति एक अभ्यासभागः अस्ति. योगः शत्रु इति अस्ति, तर्हि अत्र अभ्यासभागः अस्ति इति कृत्वा नाभ्यस्तात् शत्रुः इति स्वीकर्तुं शक्यते किम् इति प्रश्नः. तर्हि प्रश्ने सति अत्र वयं जानीमः पञ्चमी विभक्ति इत्युक्ते साक्षात् प्रत्ययः अनन्तरम् इत्युक्ते अङ्गं यत् पञ्चम्या यत् निर्दिष्टं साक्षात् प्रत्ययस्य पूर्वं भवेत्. अत्र तु शत्रुः इति प्रत्ययः अस्ति, शत्र इति प्रत्ययः. तर्हि तस्मात् इति न अभ्यस्तात् इति अस्ति खलु, अभ्यस्तात् अङ्गात् इत्युक्ते शत्रुः नुम् न इति अस्ति. तर्हि शत्रुप्रत्ययस्य साक्षात् पूर्वं भवेत् अभ्यस्तम् अङ्गं. तादृशम् अस्ति किम् अत्र जिगं योगः इष योगशत्रु इत्यस्मिन्? तथा नास्ति खलु. मध्ये तु इकारसहित इडागमसहित सन् प्रत्ययः मध्ये विधीयते, मध्ये अस्ति खलु. इति कृत्वा नाभ्यासशतुः इत्यस्य प्रसक्तिः एव नास्ति. अवगच्छति, किन्तु यत्र पञ्चमी इति वदामः, पाणिनिना उक्तं, तत्तु साक्षात् पूर्वम् इति अवगन्तव्यम्. अत्र अनन्तरं क्षम्यतां, परकार्यम् इति, साक्षात् परकार्यं भवति इति, इत्युक्ते प्रत्ययः साक्षात् परे भवतु. सप्तमी अस्ति चेत् साक्षात् प्रत्ययः परे, पञ्चमी अस्ति साक्षात् पूर्वं भवतु इति अस्ति. तर्हि तत्तु नास्ति, मध्ये तु ईदागमसहितसन् प्रत्ययः अस्ति इति कृत्वा अत्र सूत्रस्य प्रसक्तिः प्राप्तिः न भवति. इति कृत्वा तर्हि किं भवति, जिगमिषयोगः शत्रु इत्यस्मिन् तु अधुना कर्तरत्तकप्रत्ययः अस्ति शत्रु इति, वयं तु जानीमः खलु कर्तारं सूचयति, वयं जानीमः तत्र प्रत्ययः लिखन् गच्छति, बालकः खादन् गच्छति इत्युक्ते कर्तारं सूचयति, कर्तरतक अस्ति इति कृत्वा कर्तरि शप् इति आयाति मध्ये विकरणप्रत्ययः. जिगमिषयोगः अयोगः अत् इति अस्ति, अधुना किम् अस्ति अतो गुणे इति, गुणे वर्णे अतः अङ्गात् गुणे परे अकारः गुणवर्णः, अत् इत्यस्मिन् अ इति यत्र कर्तरि शप् अस्ति तत्तु गुणवर्णः अस्ति इति कृत्वा पूर्वपरयोः स्थाने पररूपादेशः भवति, तर्हि जिगमिषयोगः अत् पुनः तदेव विषयः अतो गुणे इत्यनेन जिगमिषत् इति शतन्त प्रातिपदिकम् अस्ति. अधुना अत्र प्रातिपदिकं यत् निर्मितं तत्र तु पञ्चसु प्रथमसर्वनामस्थाने नुमागमः भवति किम् इति प्रश्नः आयाति, तर्हि नुमागमः आयाति एव इति महोदयस्य उत्तरं. किमर्थम् इत्युक्ते अत्र तु नाभ्यशतुः इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते मध्ये तु इडागमसहितसन् प्रत्ययः विधीयते इति कृत्वा अभ्यस्तमङ्गं साक्षात् प्राक् नास्ति, पितृप्रत्ययस्य प्राक् नास्ति इति कृत्वा सूत्रस्य प्रसक्तिः नास्ति, अस्य सूत्रस्य प्रसक्तिः नास्ति, तर्हि अस्माकम् औत्सर्गिकसूत्रम् आगत्य कार्यं करोति. सामान्यसूत्रं किं सूत्रमस्ति, उगिगच्छां सर्वनामस्थाने इति सूत्रस्य कार्यम् इति कृत्वा तद् कार्यम् आगत्य प्रसक्तिः अस्ति, प्राप्तिः अस्ति, तदागत्य कार्यं कृत्वा प्रथमपञ्चस्थलेषु नुमागमः भवति. तन्त्र यद्यपि द्वित्वम् अस्ति सनि, तथापि वयं यत्र शतप्रत्ययं योजयामः तस्मिन् समये नुमागमः भवति एव. किमर्थम् इत्युक्ते मध्ये तु सन् प्रत्ययः इडागमसहित सन् प्रत्ययः मध्ये आयाति इति कृत्वा नुमागमः प्रथमपञ्चस्थलेषु भवति इति अवगन्तव्यम् अनेन. तर्हि अग्रे अग्रे पठति किं भगिनि, सर्वेभ्यः सनन्तदातुभ्यः इति आरभ्य. आं भगिनि, सर्वेभ्यः सनन्तधातुभ्यः शप् इति विकरणप्रत्ययः विधीयते, तदर्थं सनन्तधातवः भावादिकाः. जिगमिष इति अङ्गं तु अदन्तम् एव, भव नृत्य लिख चोरय इति यथा तथा, अतः पुल्लिङ्गे सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु उदिदचां सर्वनामस्थाने धातोः इत्यनेन नुमागमो भवति. रूपाणि अत्र तु भावादिकाः इत्यनेन नुमागमः इति वक्तुं न शक्यते, तथा समानविषयः इत्येव मन्तव्यम्. किमर्थम् इत्युक्ते उद्गितचां सर्वनामस्थाने इति दधातोः इति सूत्रे तु भ्वादिगणस्य इति न उक्तमस्ति, केवलम् औत्सर्गिकसूत्रमस्ति. यत्र यत्र शत्रुप्रत्ययः उगित् अस्ति शत्रुप्रत्ययः इति कृत्वा सर्वनामस्थाने अधातोः नुमागमः भवति इति. अस्तु, रूपाणि वदति किं भगिनि तर्हि. आं भगिनि, जिगमिषन् जिगमिषन्तौ जिगमिषन्तः, जिगमिषन्तं जिगमिषन्तौ जिगमिषतः. आहत्य सनन्तप्रक्रियायां द्वित्वं यद्यपि भवति, अभ्यस्तम् अङ्गं च यद्यपि भवति, किन्तु मध्ये सन् प्रत्ययः अस्ति इति कारणात् नुमागमः न निषिद्धम् अस्ति भवति एव. किमर्थम् इत्युक्ते औत्सर्गिकसूत्रस्य औत्सर्गिकसूत्रमस्ति, सामान्यसूत्रमस्ति, उगितचां सर्वनामस्थाने धातुः इति सूत्रेण नुमागमः भवति. निषेधकसूत्रस्य प्रसक्तिः प्राप्तिः नास्ति अधुना सम्प्रति. अस्तु, अग्रे पुनः पुष्प भगिनी सिद्धा अस्ति किं भगिनि. अस्तु, मणिमहोदय पठति, कृपया पठतु महोदय. अग्रे यङ्गन्दा दादवः नित्यम् आत्मनेपदिनः इत्यस्मात् शत्रु न विद्यते अपि च यङ्गण्डौ यदि दर्शनदिनः उपविश्यन् तत्र यद्यपि अभ्यस्तम् अङ्गम् अस्ति किन्तु सन्मत् अत्रापि मध्ये यङ् प्रत्ययः अस्ति अतः अभ्यस्तात् शत्रु साक्षात् न भवति नाद्यस्तादुः इति सूत्रं न प्रसक्तम् यदा सन्नन्दः प्रत्ययः भवति तदा अत्रापि नित्यं क्षमितं महोदय यङ्गन्धदातोः नित्यम् आत्मेतदातः अतः शत्रुप्रत्ययः न विद्यते इति अत्र दत्तम् इतोपि यङ्गन्धदातोः प्रसन्नप्रतिः अपि आत्मेतपि अपि अस्ति अतः यत्र प्रसन्नप्रतिः भवति तत्र अभ्यस्तम् अङ्गम् अस्ति किन्तु अत्रापि मध्ये यङ् प्रत्ययः अस्ति अरे अभ्यस्तात् शत्रु साक्षात् न भवति न भवति किल शत्रुप्रत्ययः न भवति अतः नाद्यस्तचारु इति प्रसक्ति अपि नास्ति अग्रे पठामि यङ् लुकन्दः यङ् लुगन्धाः प्रसवतिदातवः भवन्ति यङ् प्रत्ययस्य लुक् अपि भवति अतः अभ्यस्त समीपात् अङ्गं शत्रुप्रत्ययः इत्यनयोः मध्ये न कोऽपि बाधः तदर्थम् अत्र नाद्यस्य चतुर्विचिन्न नमासम निषेधः अत्र यङ् प्रत्ययः लुक् भवति अतः अभ्यस्त समीपम् अङ्गं शत्रुप्रत्ययः इत्यनयोः मध्ये किमपि बाधः नास्ति अतः नाद्यस्तु कार्यं भवति परन्तु नुमासमः तदेव नुलामः निषेधः यदि अत्र दत्तम् आहत्य अदादिगणस्य शब्ददातवः यङ् लुगन्धदातवः ज्योत्यादिगणदातवः च एषु त्रिषु स्थलेषु नाद्यस्य चलति इत्यनेन पुल्लिङ्गं नुमागमः निषेधः भवति त्रीणि धातवस्य स्थलेषु नाभ्यस्तः इत्यनेन अनुमाव निषेधं भवति अन्यत्र अनुमाव नाभ्यस्तः कार्यं न भवति अतः अनुमाहम् अस्ति चेत् इतोपि प्रत्ययः वा आगच्छति मध्ये इति कृत्वा न भवति एव प्रथमत्र तु परसेपदिनः चेदेव आगच्छति यङि तु आत्मनेपदिनः सन्ति इति कृत्वा न आगच्छति एव अस्तु महोदय अग्रे अपि पठतु महोदय क्षम्यतां महोदय गीता भगिन्याः प्रश्नः अस्ति किं भगिनि न भगिनि आगच्छति खलु भगिनि प्रश्नः नास्ति अहम् अग्रे नभुसुलिङ्गे नभुसुलिङ्गे सुप्रत्ययः प्रत्ययः इमे शून्यं सि सि शून्यं सि सि इति सि मध्यम द्विवचने सि अस्ति बहुवचने सि अस्ति तदेव दीर्घवृत्ति अपि अस्ति द्विवचने सूत्रद्वयम् अस्ति आचीनद्वर्णं सत्यनो नित्यं च उभयत्र अङ्गम् आवर्णन्तं तदा यः अर्त् इति स्थितौ आचीनत्वर्णम् इत्यस्य प्रसक्तिः भवति स्म किन्तु अजादि अपि सुनाद्यस्वरातः इत्यनेन आकारः लोपः तदा यः अर्त् गत् यः अर्त् अधुना आवर्णन्तम् अङ्गं नास्ति वर्णमेलने ददत् युगपत् द्वयोः सूत्रयोः प्रसक्तिः आचीनत्वर्णम् इत्यस्य परत्वात् मागमो किमर्थं न स्यात् इति चेत् युगपत् नास्ति प्रथमतया प्रातिपदिकं निष्पादनीयं तदा एव शिव सुप्रत्ययः दीयन्ते अतः द्विवचने अभ्यस्य सम्यक् तस्य प्रसङ्गे किमपि इमं गायसूत्रं नास्ति अत्र द्विवचने आचीनतर्णं सक्षमोन्नत्यम् इति सूत्रेण कार्यं करोति द्वयोः अपि आवरणात् अङ्गात् शी नद्योः कृते अपि भवति समान निमित्तं परन्तु आचीनतनं विकल्पेन भवति संसर्वजनेन नित्यं भवति. अत्र धातवतु उदाहरणं दत्तम् आजादि स्नाभ्यस्वरात् दधा इति धातु द्वितस्य अनन्तरं स्नाभ्यस्वरात् इति सूत्रेण आकारः लोपो भवति तदेव दत्त्येव अङ्गं दत् योः आत्विति अत्र आवर्णम् अङ्गं नास्ति अतः नुमागमः नास्ति किमर्थं चेत् आवर्णात् अङ्गात् एव आचीनत्वं सत्यनृत्यम् इति कार्यं करोति अतः निमाग किमर्थं न स्यात् इति चेत् अत्र अदन्तं नास्ति साध्यस्वातः आचीनत्वं द्वयोः एकत्र कार्यं न करोति इति अर्थः नास्ति परन्तु अदन्तम् अङ्गं नास्ति अतः एव हनुमागमः न भवति इति अत्र दत्तं महोदय. ओ श्रीस्थाने महोदय. आं महोदय अहं शृणोमि. जादि अपि तु हनुमागमः नास्ति न भवति अत्र. अस्तु महोदय. कदाचित् अपि मध्ये यत्र यत्र अस्माकं यत्र सामान्यतया पश्यामः चेत् आचीनद्योर्धनम् इति सामान्य अन्येषु नवसु गणेषु अपि सामान्यतया पश्यामः चेत् शी इति द्विवचने एतस्य तत्तु स्त्रीलिङ्गवत् भवति इति पूर्वम् अस्माभिः दृष्टं. किमर्थम् इत्युक्ते आचीनद्योर्नुम् इति स्त्रीलिङ्गस्य कृते यत् प्रातिपदिकनिर्माणमस्ति तत् तत् सूत्रमस्ति इति कृत्वा सी स्त्रीलिङ्गप्रातिपदिकवद् भवति द्विवचने. किन्तु यत्र अभ्यस्तसंज्ञा वर्तते तत्र तु श्नाभ्यस्योरातः इति सूत्रमागत्य आकारस्य लोपं कृत्वा आचीनद्योर्नुम् इत्यस्य प्रसक्तिः न भवति इति कृत्वा कदाचिदपि यत्र जुहोत्यादिगणीय धातवः सन्ति दक्षित्यादयः षट् इति ये धातवः सन्ति अनन्तरं तत्र सर्वत्र तु श्नाभ्यस्योरातः अनेन यङ्लुक् अपि आकारस्य लोपं भूत्वा आचीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति. अनन्तरं बहुवचने का स्थितिः इति अग्रे उक्तमस्ति तदपि पठित्वा कृपया विरमतु महोदय. अभ्यस्य समयकस्य सर्वनामस्थाने विकल्पेण वा नपुंसकस्य नपुंसकलिङ्के सर्वनामस्थानसमयकप्रत्यये परे अभ्यस्तसमयकात् शतरन्तस्य अनिवृत्तिसहितसूत्रम् अभ्यस्तात् सधुः नपुंसकस्य अङ्गस्य वा नुं सर्वनामस्थाने. बहुवचने नुमागमः भवति नपुंसकस्य जलजः इति सूत्रेण बहुवचने प्रथमविभक्ति द्वितीयविभक्तिस्थाने अनाभ्यस्तचतुः इति सूत्रेण अत्र नुमागमः निषेधः. परन्तु वा नपुंसकस्य इति सूत्रेण ज्योत्यादिगणे यत्र बहुवचने नुमागमः विकल्पेन भवति इति दत्तं महोदय. ददत् योः ददति ददति विकल्पेन अतः नुमागमः अस्ति चेत् ददन्ति इति द्विधाप्रतिस्थाने ददत् ददति ददति ददन्ति इति त्रीणि रूपाणि बहुवचने नपुंसकलिङ्गे षि सर्वनामस्थानं जषसोः षि इत्यनेन जष् इति प्रत्ययस्य तु षि इति आगमः भवति अनन्तरं बहुवचने अनन्तरं षि सर्वनामस्थानम् इति संज्ञासूत्रेण नपुंसकलिङ्गस्य तु बहुवचन प्रथमाविभक्ति द्वितीयाविभक्तौ बहुवचन प्रत्ययस्य तु सर्वनामस्था संज्ञा प्राप्नोति स्थानं तु सर्वनामस्थानं भवति इति कृत्वा अत्र वा नपुंसकस्य इति सूत्रं वदति अभ्यस्ताशतुः नपुंसकस्य अङ्गस्य नपुंसकस्य अङ्गस्य सर्वनामस्थाने नु वा इति नुमागमः विकल्पेन भवति इति. अस्तु महोदय. तर्हि आहत्य प्रथमाविभक्त्यां तु प्रथमाविभ क्षम्यताम् एकवचने तु न भवति एव. अनन्तरं द्विवचने आचीनद्योर्नं इत्यनेन इत्यस्य प्रसक्तिः नास्ति इति कृत्वा न भवति. शब्दस्य रातः इति आगत्य कार्यं करोति. बहुवचने वा नपुंसकस्य इत्यनेन विकल्पेन वैकल्पिकं रूपं प्राप्नुमः. प्रश्नः अस्ति किम् एतावत्पर्यन्तम्? धन्यवादः महोदय. धन्यवादः महोदय. अस्तु अग्रे सरेम. अरुणा भगिनी पठति भगिनि. स्त्रियां विषये तपुंसकलिङ्गे प्रथमविभक्तेः द्विवचनान्तं यत् रूपं सुबन्तं तदेव सदा स्त्रीलिङ्गस्य प्रातिपादिकमपि भवति. तस्य कारणं तु पूर्वमपि दृष्टं. श्री नदी च इति एते द्वे नुमागमनिमित्ते सदा एव मिलित्वा भवतः श्रीनद्योः इति. यत्र श्रीप्रत्ययपरे नुमागमविधीयते तत्र नदीप्रत्यय अपि तथा. यत्र श्रीप्रत्ययपरे नुमागमः न विधीयते तत्र नदीप्रत्यय अपि नुमागमो नास्ति. अपि च तपुंसकलिङ्गे प्रथमाविभक्तेः द्विवचने नुं विधायकसूत्रद्वयमेव भवति. आचिरद्योर्नुं शप्शयोर्नित्यम् इति उभयत्र अङ्गम् अवर्णान्तम्. अनेन ज्ञायते यत्र अङ्गम् अवर्णान्तं तत्र नुमागमः यथा सङ्गं स्यात्. यत्र च अङ्गम् अवर्णान्तं न तत्र नुमागमः न कदापि भवति. अत्र वदति नपुंसकलिङ्ग प्रथमस्त्रीलिङ्गरूपं कथं भवति इति वदति. नपुंसकलिङ्गे प्रथमाविभक्तेः द्विवचनान्तं यत् रूपं सुबन्तं तदेव स्त्रीलिङ्गस्य प्रातिपादिकम् अपि भवति. तस्य कारणात् अहं न जानामि वर्णनं कर्तुं. तस्य कारणं तु पूर्वमपि दृष्टम्. अहं न जानामि भगिनि. अहं वदामि भगिनि. अत्र क्षम्यतां. स्त्रियां नपुंसक ततः आरभ्य खलु. आं स्त्रियां नपुंसकलिङ्गे प्रथमाविभक्तौ द्विवचनं यत् रूपं प्रथमाविभक्तेः द्विवचनान्तरूपं सुबन्तं तदेव सदा स्त्रीलिङ्गस्य प्रातिपदिकम् अपि भवति. तर्हि एतदेव वयं पूर्वं भिन्नरूपेण प्रातिपादितवन्तः. स्त्रीलिङ्गस्य प्रातिपदिकस्य यत् रूपमस्ति तदेव नपुंसकलिङ्गस्य द्विवचनस्य प्रथमाविभक्ति द्विवचनस्य रूपम् इति कृतवन्तः. तदेव महोदय भिन्नरूपेण प्रतिपादितवान्. नपुंसकलिङ्गस्य द्विवचनस्य यत् रूपमस्ति तदेव प्रातिपदिकस्य. किमर्थम् इत्युक्ते सूत्रं समानम्. आचीनद्योन्नं शप्शनो नित्यम् इति सूत्रे आचीनद्योन्नम् इत्यनेन नदीप्रत्ययपरे यत् कार्यमस्ति तदेव कार्यं क्षीप्रत्ययपरे अपि अस्ति. तर्हि समानरूपमस्ति अत्र नपुंसकलिङ्गस्य द्विवचनम् अनन्तरं स्त्रीप्रातिपदिकं रूपं समानं भवति इति स्मर्तव्यं. तदेव महोदय अत्र उक्तवान्. तस्य कारणं तु पूर्वमेव अस्माभिः दृष्टं. शी नदी चेति एते द्वे नुमागमनिमित्ते सदैव मिलित्वा भवतः. किमर्थं सूत्रद्वयं वर्तते. द्वयेपि शी नद्योः इति अनुवृत्तिः आयाति. आचिनद्योनुं शप्शनो नित्यम् इत्यस्मिन्नपि श्रीनद्योः इति आगच्छति. मिलित्वा आगच्छति इति कृत्वा समानकार्यं भवति तेषाम्. अत्र श्रीप्रत्ययपरे नुमागमः विद्यते. तत्र नदीप्रत्ययपरे अपि तथा. यथा श्रीप्रत्ययपरे तथा एव नदीप्रत्ययपरे अपि. यत्र श्रीप्रत्ययपरे नुमागमः न विद्यते तत्र नदीप्रत्ययपरे अपि नुमागमः न भवति. अवगच्छति खलु? तत्र प्रश्नः नास्ति. अपि च नपुंसकलिङ्गे प्रथमाविभक्तेः द्विवचने नुं विधायकसूत्रद्वयमेव. तदेव अस्माभिः पूर्वम् उक्तमासीत्. आचिनद्योर्नं शप्शनो नित्यमिति. यत्र अङ्गम् अवर्णान्तम् अनेन ज्ञायते यत् यत्र यत्र अङ्गम् अवर्णान्तं तत्र नुमागमः यथासङ्गं स्यात्. यत्र च अङ्गम् अवर्णान्तं तत्र न अवर्णान्तं न तत्र नुमागमः न कदापि भवति. तर्हि आत् इत्यनेन वयं जानीमः अवगच्छामः अत्र ह्रस्वकारः वा दीर्घकारः वा अस्ति चेत् नदीप्रत्ययपरे वा ईप्रत्ययपरे वा नुमागमः विकल्पेन भवति इति जानीमः. अनन्तरं शप्शन् अपि अकारान्तम् अङ्गं खलु, अत् अङ्गम् अस्ति, अदन्तम् अङ्गम् अस्ति, तर्हि शप्शनो तु नित्यं भवति. कदा भवति? क्षिप्रत्यये परे, नदीप्रत्यये परे. तर्हि यथा अस्माभिः नपुंसकलिङ्गे द्विवचने दृष्टं तथा एव अत्र स्त्रीलिङ्गस्य अपि तथा एव भवति इति. तर्हि अवर्णान्तम् अङ्गम् इत्युक्ते कुत्र कुत्र अवर्णान्तम् अङ्गं भवति? भ्वादिगणस्य, दिवादिगणस्य, अनन्तरं तुदादिग, क्षम्यतां, दिवादिगणस्य शप्शन् इति, शप्शन् इति नित्यं कुत्र भवति इति पश्यामः चेत् भ्वादिगणस्य, सुरादिगणस्य, दिवादिगणस्य. अनन्तरं विकल्पेन कुत्र भवति? विकल्पेन तु अदादिगणस्य आकारान्तदातवः केचनाः सन्ति, तेषां कृते अपि विकल्पेन भवति आचिर्मध्यन्नम् इत्यनेन. अनन्तरं सुदादिगणस्य अपि श इति प्रत्ययः आगच्छति इति कृत्वा, अकारान्तम् अङ्गम् अस्ति इति कृत्वा, तेषामपि विकल्पेन भवति इति जानीमः. यथा नपुंसकलिङ्गस्य द्विवचने इति शी प्रत्ययपरे यत् कार्यं, तदेव नदी प्रत्ययपरे अपि इति ज्ञातव्यम्. तर्हि अतः ददति इति प्रातिपदिकं विभक्त्यन्तरूपाणि नदीशब्दवत्. यदा वयं ददत् इति वयं तु जानीमः, किमर्थं ददति इत्यस्मिन् वयं तु जानीमः खलु, किमर्थं ददति इत्यस्मिन् किमर्थम् आचीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति? अनदन्तम् किमर्थमित्युक्ते किम् आम् अश्नाभ्यस्तयोरातः इति सूत्रम् आगत्य आकारस्य लोपं कारयति इति कृत्वा अनदन्तम् अङ्गं भवति, ददति इति रूपं साधयामः. तर्हि नकार अनुमागमः न भवति एव आचिनद्योर्नुं शप्शनोन्नि इत्यस्य प्रसक्तिः नास्ति. तर्हि ददति इति प्रातिपदिकं स्वीकुर्मः वयं, स्त्रीलिङ्गप्रातिपदिकम्. अधुना तस्य विभक्तिरूपाणि नदीशब्दवत् अस्ति, ददति ददत्यौ ददत्यः, ददतीं ददत्यौ ददतीः इति रूपाणि नदीशब्दवत् एव सामान्यमस्ति. अग्रे भगिनी पठति किं भगिनी, अर्ना भगिनी अग्रिमं पठति. ददतिभ्यां ददतिभिः इत्यादीनि रूपाणि सप्तसु विभक्तिषु नदीशब्दवत्. अत्र कश्चन प्रश्नः उदेति यत् ददति योगः सु इत्यादयः सुट् प्रत्ययाः अपि च वक्ष्यमाणं कुर्वति योगः सु इत्यादयः सुट् प्रत्ययः उभयत्र सु औजस् अम् औट् इति प्रत्ययाः स्त्रियामपि सर्वनामस्थानसंज्ञकाः. अतः किमर्थं न उगदिच्छां सर्वनामस्थाने अधातोः इत्यनेन नुम् आगम भवेत्? अनुभूतिसहितसूत्रम् अवलोकताम् अधातोः बुगदिचाम् अङ्गानां नुम् सर्वनामस्थाने येन निर्दिष्टदन्तस्य इत्यनेन उगदिचाम् अङ्गानां नाम यस्य अङ्गस्य अन्ते इत्संज्ञक उक् स्यात् तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन सप्तमी विभक्त्यान्तं सर्वनामस्थाने इत्यस्मात् साक्षात् पूर्वं भवेत्. अत्र तथा नास्ति, यतोहि शत्रन्ताङ्ग ददत् सुट् प्रत्ययः चेत् अनयोः चेत्यनयोः मध्ये नदीप्रत्ययः वर्तते. ददत् योगः नदी योगासु, अतः उगदिचां सर्वनामस्थाने धातोः इति सूत्रस्य प्रसक्तिः एव नास्ति. ओके भगिनि, अत्र किमर्थं ददति योगः सुप्रत्यय संयोगं कुर्मः अपि नुमागमः सर्वनाम तथा एव कुर्वति प्रातिपदिक योगः सु इत्यादयः सु प्रत्ययः उभयत्र सु सु औस् अम् औट् इति पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञकाः. अत्र किमर्थं न उगदिच्छां सर्वनामस्थाने अधातोः इत्यनेन नुमागमः भवति इति वर्णनं कृतवती. अधातोः उगदिच्छाम् अगन्तं नुं सर्वनामस्थाने येन विधि तदन्तस्य सूत्रम् विवरणं करोति. उग्दिचाम् अङ्गानां यस्य अङ्गस्य अन्ते इत्संज्ञक उक् स्यात् तस्मिन् निमित्त तस्मिन्निति निर्दिष्टे पूर्वस्य इति अनेन सप्तमी अहं कथं विवरणं करोमि. उदाहरणमेव विवरणं करोति. ददत् अङ्गमस्ति तदन्त प्रत्योगः नदी प्रत्यय आगच्छति परन्तु सु अस्ति. अत्र उग्दिचां सर्वनामस्थाने धातुः सूत्रस्य अत्र नदी प्रत्ययः ईकारान्तप्रत्ययः न अवर्णात् प्रत्ययः ततः नुमागम न भवति. न न न न तथा नास्ति. न तथा नास्ति. किम् अस्ति इत्युक्ते उगिदचां सर्वनामस्थाने अधातोः इति सूत्रस्य कृते अदन्तमङ्गम् इकारान्तमङ्गम् इति सर्वं किमपि नास्ति. केवलं सर्वनामसंज्ञा अस्ति चेत् नुमागमः भवति यत्र परे शत्रुप्रत्ययः अस्ति चेत्. तत्र किमर्थं किन्तु न भवति प्रश्नः. अस्माकं प्रश्नः कः अस्ति अधुना? अस्माकं स्त्रीप्रत्ययः मूलप्रत्ययः स्त्री इत्यस्य मूलप्रत्ययः प्रातिपदिकमस्ति ददति इति. वयं तु जानीमः प्रथमपञ्चविभक्तिस्थानं सर्वनामस्थानम् इति जानीमः. स्त्रीलिङ्गस्य कृते अपि पुल्लिङ्गस्य कृते अपि नपुंसकलिङ्गस्य कृते नास्ति. किन्तु स्त्रीलिङ्गस्य कृते पुल्लिङ्गस्य कृते प्रथमपञ्चस्थानं सर्वनामस्थानम् इति जानीमः. तर्हि ददति योगः स्तु इत्यस्मिन् किमर्थं प्रथमपञ्चस्थलेषु अधुना ननुमागमः न विधीयते? अस्माकम् औत्सर्गिकसूत्रं वर्तते उगिदचां सर्वनामस्थाने अधातोः. उगित् अस्ति, ददति इति वयं जानीमः उगित् शत्रुप्रत्ययः अस्ति. अनन्तरं किम् अस्ति सर्वनामस्थाने? सर्वनामस्थानमस्ति प्रथमपञ्चप्रत्ययाः. तर्हि किमर्थं प्रथमपञ्चप्रत्ययस्थलेषु किमर्थम् अनुमागमः न विधीयते इति प्रश्नः. अत्र किम् उक्तमस्ति इत्युक्ते उगिदचाम् अङ्गानाम् इत्युक्ते उगिदचाम् अङ्गानाम् इत्युक्ते यस्य अङ्गस्य अन्ते इत् संज्ञक उत् उक् इत् संज्ञक उक् स्यात् इति जानीमः. अनन्तरं तस्मिन् निर्दिष्टे पूर्वस्य सप्तमी विभक्तिः अस्ति अत्र सर्वनामस्थाने इति उक्तमस्ति खलु. सप्तमी विभक्तिः अस्ति इत्युक्ते साक्षात् तादृशम् अङ्गम् उगितचाम् अङ्गं साक्षात् उगित् अङ्गं साक्षात् पूर्वं भवतु. सर्वनामस्थानस्य पूर्वं साक्षात् तादृशम् अङ्गं भवति इत्युक्ते मध्ये नदी. अत्र अधुना अस्माकं विवक्षा किमस्ति? ददत् इति उगित् अङ्गम् अस्ति, अनन्तरं नदी प्रत्ययः अस्ति, अनन्तरं सु इति अस्ति, सर्वनामसंज्ञकस्तु अस्ति. अत्र मध्ये साक्षात् सु इति अस्मात् साक्षात् पूर्वम् उगित् अस्ति चेत् कार्यं तु भवति, नुमागमः भवति. किन्तु अत्र किं मध्ये किम् अस्ति? नदी प्रत्ययः ईकारः नीप् नीप् प्रत्ययः अस्ति खलु. नीप् इति प्रत्ययः ईकारः प्रत्ययः मध्ये उपविशति. मध्ये उपविशति इति कृत्वा साक्षात् न पश्यति खलु. सु प्रत्ययः साक्षात् उगित् अङ्गं न पश्यति न साक्षात् नास्ति खलु. तर्हि तस्मिन् निर्दिष्टे सप्तमी विभक्तिः अस्ति चेत् साक्षात् पूर्वं भवेत्. तत्तु नास्ति अधुना स्थितिः. सा स्थितिः नास्ति इति कृत्वा अनुमागमः न भवति. तर्हि ददति ददत्यो ददत्यः ददतीं ददत्यो ददतिः इति एव अस्ति. यद्यपि सर्वनामस्थानमस्ति तथापि सूत्रस्य प्रसक्तिः नास्ति. उगिदचां सर्वनामस्थाने अदतोः इत्यस्य प्रसक्तिः प्राप्तिः नास्ति इति विषयः. धन्यवादः. धन्यवादः भगिनि. गीता भगिनी पठति किं भगिनि? अनभ्यस्तम् अनदन्तम् अङ्गं पुंलिङ्गे. पुंलिङ्गे अदन्ताङ्गानाम् अनदन्ताङ्गानां च उभयत्र नुमागमो भवति. उभयत्र सिद्धान्तः समानः, यतोहि नुम् विधायकसूत्रे अदन्तम् अनदन्तं तादृशं किमपि निमित्तं नोक्तम्। उगिदचां सर्वनामस्थाने धातोः सर्वनामस्थानसंज्ञकप्रत्यये परे धातुभिन्न उगितः नुमागमो भवति। अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगितचाम् अङ्गानां नुम्। रूपाणि पठामि भगिनि। सु औजस्, अम् औक्षस्, कुर्वन् कुर्वन्तौ, कुर्वन्तः कुर्वन्तं, कुर्वन्तौ कुर्वतः। एवमेव पञ्चानाम् अनभ्यस्त अनदन्तानां पुंलिङ्गस्य सर्वनामस्थाने नुमागमः अदादिगणे सन् सन्तौ सन्तः, स्वादिगणे चिन्वन् चिन्वन्तौ चिन्वन्तः, रुधादिगणे रुन्धन् रुन्धन्तौ रुन्धन्तः, तनादिगणे कुर्वन् कुर्वन्तौ कुर्वन्तः, अपि च क्रियादिगणे क्रीणन् क्रीणन्तौ क्रीणन्तः। वदति किं भगिनि? किञ्चित् किञ्चित् एव अवगतं। अधुना एतावत् अभ्यस्तमङ्गस्य विषयः सञ्जातः। अधुना एकनिमिषं पृष्ट भगिनि, अग्रे पठतु भगिनि एकनिमिषम्। अधुना अनदन्तम् अङ्गम् एकनिमिषं भगिनि अहं वदामि। अनभ्यस्तम् अङ्गम् अभ्यस्तसंज्ञा नास्ति, अदन्तमङ्गमपि नास्ति, तादृशम् अङ्गं कुत्र कुत्र वर्तते? अस्माकम् अदादिगणे, स्वादिगणे, रुदादिगणे, तन्नादिगणे, क्रियादिगणे, तत्र तत् आहत्य पञ्चसु गणेषु वर्तन्ते खलु। तर्हि तत्र का स्थितिः इति पश्यामः चेत्, अत्र तु उगिदचां सर्वनामस्थाने इत्येव अस्माकम् औत्सर्गिकसूत्रमस्ति यत् पुल्लिङ्गे प्रवर्तते। तस्य सूत्रे तु अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति किमपि न उक्तमस्ति। तर्हि अदन्तम् अङ्गं यत् अस्ति भुआदिगणस्य यत् स्थितिः अस्ति तदेव स्थितिः अत्रापि, इत्युक्ते प्रथमपञ्चस्थलेषु नुमागमः भवति एव इति कृत्वा अदादिगणे भुआदिगणेपि तथा एव खलु। दिवादिगणेपि अनदन्तम् अदन्तम् अङ्गम् इति किमपि न, केवलम् अभ्यस्तसंज्ञा अस्ति चेत् एव नुमागमः नास्ति इति सूत्रमस्ति। अपरेषु नवसु गणेषु अपि नुमागमः भवति प्रथमपञ्चस्थलेषु इति पुल्लिङ्गस्य कृते अस्ति वार्ता इति कृत्वा अदादिगणस्य भवति, स्वादिगणस्य चिन्वन् चिन्वन्तौ चिन्वन्तः, रुदादिगणस्य रुन्दन् रुन्दन्तौ रुन्दन्तः, तनादिगणस्य कुर्वन् कुर्वन्तौ कुर्वन्तः, क्रयादिगणस्य क्रीणन् क्रीणन्तौ क्रीणन्तः इति रूपाणि। प्रश्नः अस्ति किं गीता भगिनी? अत्र प्रश्नः नास्ति, केवल जुहोत्यादिगणे नुमामगमः न भवति। कोऽपि अस्ति नातुः इति सूत्रमस्ति भगिनि? हा न, तद् तत् सर्वे अवगच्छामि। जुहोत्यादिगणे अभ्यस्तसंज्ञकधातु धातूनाम् अदादिगणे आगच्छति, किं गणे आगच्छति? पञ्चधातवः सन्ति, ये सप्तधातवः सन्ति, जक्षत्यादयः षट् इति दरिद्रा जाग्र इति धातवः सन्ति, डेडिङ्ग् वेविङ्ग् इति, तेषामपि समानस्थितिः इति निर्मागमः न भवति एव। अस्तु भगिनि, पुष्पा भगिनी अग्रे नपुंसकलिङ्गे इति पठति किं भगिनी? अद् अत्र चुरादिगणे नास्ति, चुरादिगणस्य तु अदन्तम् अङ्गम् इति कृत्वा पूर्वमेव महोदयेन उक्तमासीत्, प्रतिपादितं। भुआदिगणस्य दिवादिगणस्य चुरादिगणस्य स्थितिः समानमस्ति, विदुषां सर्वनामस्थाने धातोः इति नुमागमः भवति, इति पृथक्तया पूर्वम् उक्तमासीत्, अदन्तम् अङ्गम् इति पृथक्तया परिशीलितमासीत्। प्रथमम् अदन्तम् अङ्गम् इति अस्माभिः परिशीलितम्, अनन्तरम् अभ्यस्त अङ्गम् इति परिशीलितम्, अधुना अनदन्तम् अनभ्यस्तम् अङ्गम् इति परिशीलयामः। समानकार्यमस्ति भगिनि। अस्तु, पुष्पभगिनी नपुंसकलिङ्गे इति पठति किम्? अस्माकं तु 20 निमेषाः सन्ति करपत्रं समापनीयम् इति कृत्वा। प्रश्नः नास्ति चेत् अग्रे पठतु पुष्पभगिनि। श्रूयते वा? श्रूयते भगिनि। न न, तत्तु तृतीयरीत्या धातूनां कृते अभ्यासम् अपि अपि न भगिनि, अग्रे पठतु। नपुंसकलिङ्गे इति उक्तमस्ति खलु, करपत्रं पठतु। मया अवगच्छामि भगिनि, भगिनी तद् अभ्यस्तसंज्ञकः अधुना करपत्रं पश्यतु इति वदामि अहं, करपत्रं मया एकप्रश्नं न उच्छामि, तद् शृणोतु। तद् अदन्ताङ्गानां तद् प्रथमे, अभ्यस्तसंज्ञकः द्वितीये, अनभ्यस्तसंज्ञकः अनदन्ताङ्गस्य अङ्गानां तृतीयरीत्या एतत् सर्वे पठामः न? मया न कोऽपि न उक्तं न, तथैव पृष्ट। नपुंसकलिङ्गे द्विवचने नुम् विधायकसूत्रद्वयम् अस्ति, आचिनद्योनु शप्स्यनोर्नित्यम्, उभयत्र अङ्गम् अवर्णान्तम् अस्तु। अत्र अस्माकम् अङ्गम् अनदन्तम्, अतः द्विवचने नुम् विधायकसूत्रं नास्ति, द्विवचने नास्ति। हा, प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने, अदादिगणे सत् षि सत् सति, तत् द्वितीय एतत्तु द्वितीयगणे द्वितीयविभक्ति सूचयति। स्वादिगणे चिन्वत् योगः षि चिन्वति, रुदादिगणे रुन्दत् योगः षि रुन्दति, तनादिगणे कुर्वत् योगः षि कुर्वति, क्रियादिगणे क्रीणत् योगः षि क्रीणति। प्रथमविभक्तौ द्वितीयविभक्तौ बहुवचने नुमागमः भवति सामान्यसूत्रेण। वदामि पूर्वे? अत्र नपुंसकलिङ्गे विवचने नुम् विधायकसूत्रद्वयं कार्यं करोति, आचिनद्योर्नुम् शप्स्यनोर्नित्यम्, उभयत्र अङ्गम् अवर्णात् वदनेन किम् इत्युक्ते अङ्गम् अपेक्षितं, निमित्तमेव अवर्णान्तम् अङ्गम् अपेक्षितम् इति कृत्वा, अस्माकं तु अनदन्तम् अङ्गम् इत्यस्य विवक्षा वर्तते इति कृत्वा द्वयोः अपि सूत्रयोः प्रसक्तिः प्राप्तिः न भवति इति। उभयत्र अङ्गम् अवर्णान्तं तथैव अत्र न कार्यं न करोति इति न? आं भगिनि, परन्तु प्रथमविभक्तौ द्वितीयविभक्तौ द्विवचने एतत् कार्यम् अस्ति, अदादिगणे सत् तदेव अत्र वदतु, नास्ति सत् षि तत्तु सति इति षकारस्य लोपः भवति, ई एव तिष्ठति, सत् योगः ई सति एव, तथैव चिन्वति रुन्धति कुर्वति क्रीणति एते सर्वे स्वादिगणे ऋतादिगणे तनादिगणे क्रयादिगणे अस्ति सन्ति. अस्तु पठामि अग्रे. प्रथमाविभक्तौ द्वितीयाविभक्तौ बहुवचने नुमागमः भवति सामान्यसूत्रेण. केवलं बहुवचने एव कार्यं आगच्छति एतद् नपुंसकलिङ्गे. नपुंसकस्य छलचः नपुंसकलिङ्गे सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम् आगमः भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने. अत्र झलचः किम् उदाहरणार्थं जगत् शब्दः अस्ति खलु, जगत् शब्दः तु जलन्त अस्ति इति कृत्वा जगत् जगति जगन्ति इति रूपाणि सन्ति, बहुवचने जगन्ति इति भागं भवति. सः एव सूत्रम् अत्रापि कार्यं करोति नपुंसकस्य जलचः. किमर्थम् इत्युक्ते अस्माकं अत् इति यत् शत्रुप्रत्ययः अस्ति तत्तु जल् तकारः इति तकारः तु अस्माकं तु जल् अस्ति इति कृत्वा जगत् इत्यस्य किं रूपम् अस्ति तदेव अत्र बहुवचने अत्र आगच्छति. सन्ति चिन्वन्ति इति सन्ति चिन्वन्ति रुधन्ति कुर्वन्ति क्रीणन्ति अदादिगणे स्वादिगणे रुदादिगणे तनादिगणे क्रियादिगणे क्रमेण आगच्छति तदेव. तर्हि द्विवचनस्य तु दृष्टं, बहुवचनस्य पृथक्तया दृष्टम्. अधुना आहत्य इति रूपाणि पठामि. आहत्य आहत्य कुर्वत् कुर्वती कुर्वन्ति कुर्वत् कुर्वती कुर्वन्ति. किमर्थं कुर्वत् इत्यस्य कुर्वन् इति नास्ति, नुमागमः नास्ति एकवचने? कुर्वन् कुर्वन् तकारः न नपुंसकलिङ्गः अस्ति. किमर्थं तत्र किमर्थं नास्ति नुमागमः? प्रथमाविभक्ति एकवचने एकवचने नुमागम. अत्र कुर्वत् एव तिष्ठति न. किमर्थं कुर्वति किमर्थं नुमागमः नास्ति? प्रथमं तु सर्वनामसंज्ञा नास्ति भगिनी. अनन्तरं शून्यम् इति अस्माकं तत् सुप्रत्ययस्य लोपः भवति तत्र इति कृत्वा शून्यं शीशी इति एव प्रत्ययः. शून्यं शून्यम् अस्ति तत्रैव. अनन्तरं सर्वनामस्थानमपि नास्ति नपुंसकलिङ्गस्य सर्वनामस्थानं नास्ति. अत्र स्त्री पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे एव सर्वनामस्थानं भवति प्रथमपञ्चस्थानेषु. नपुंसकलिङ्गस्य नास्ति, नपुंसकलिङ्गस्य केवलं बहुवचने पञ्चसु अपि धातुगणेषु यत् तथा तत्तु सत् सति सन्ति चिन्वत् चिन्वति चिन्वन्ति रुन्धत् रुन्धति रुन्दन्ति कुर्वत् कुर्वति कुर्वन्ति क्रीणत् क्रीणति क्रीणन्ति तदैव सर्वे अपि सर्वे गणान् अपि सूचयति. अग्रे पठामि. अग्रे मणिमहोदय पठति किम्? अस्तु कृपया मणिमहोदय पठतु भगिनि. वैशिष्ट्यं वैशिष्ट्यम् एकम् अस्ति अदादिगणे देव्यत् आचिनत्यूर्णु श्रूयते वा महोदय? देव्यत् आचिनत्यूर्णुम् इति सूत्रेण आत् इत्यस्य इत्यनेन आवर्णात् न तु ह्रस्वकारात् आवर्णात् इत्यनेन दीर्घ आकारात् इत्यस्य अपि ग्रहणं. ततः अदादिगणे चतुर्दश आकारान्तदातवः सन्ति ते येषाम् अपि शी प्रत्यये परे विकल्पेन नुमागमः भवति. पूर्वं पठितवन्तः अतन्तपरे एव आवर्णार्थं परे एव चिन्तनं कार्यं करोति. अतः ददत्योः अत्र ददत् ददा ज्योतिरजिगणे ददा इति ददत् भवति स्नातिस्वरोत्तर अत्र न कार्यं करोति. परन्तु अत्र अदादिगणे अकरन्तदातव सन्ति अतः ह्रस्वः एव नास्ति दीर्घ अपि ग्रहणम् इति दत्तम्. अतः अकरन्तदातवपि चतुर्दशदातवः सन्ति अत्र स्वीकृत्य विकल्पेन निमागमः भवति इति अत्र दत्तं महोदय. तदेव अतः यात् याति निमागमः भवति चेत् यान्ति बहुवचने यान्ति इति धातोः या वा बा श्ना श्ना द्र शा पा रा ला दा शा प्रा मा इत्येषां चतुर्दशानां धातूनामपि निमाहम विकल्पेन भवति शी प्रत्यये परे. भगिनि अत्र ख्या न एक ख्याति इति विख्यातः इति वदामः खलु ख्या इति अहं महोदय तदेव महोदय अग्रे पठतु महोदय. अदादिगणे अन्य आकारान्तधातु वर्तते दरिद्रा तस्य विकल्पेण किमर्थं न भवति. पूर्वं दृष्टं यत् सत्सिषा जगतिष्यादव षट् इत्यनेन दरिद्रधातोः अभ्यस्तसमीपः भवति. अतः अजादि अपि सु स्नाभ्यस्वरात् इत्यनेन आकारः लोपो भवति. दरिद्रयोः अर्थ दरिद्रयोः अर्थ दरिद्र इति अजादिगणे आकारधातोः दरिद्रा इति अस्ति. परन्तु अत्र द्वितं भवति अतः द्वित्वस्य अनन्तरं ददा इति दादा ह्रस्वस्य ददा इति. परन्तु साव्यस्वातवति सूचन आकारः लोपो भवति यदा ददत् ज्योतादिगणे भवति तदेव अत्रापि दत् इति अङ्गम्. अतः दरिद्रक्त् इति अङ्गं दरिद्रत्योः दरिद्रत्येव अनन्ताङ्गम् अत्र न भवति. अतः अनुमागमः न भवति इति दत्तं महोदय. श्रियाम् इत्यपि पूरयति महोदय. श्रियां श्रियां यदा पूर्वमपि अस्माभिः दृष्टं नवसंलिङ्गस्य प्रथमाभक्तौ दिविवचने यत् रूपं तदेव रूपं श्रीलिङ्गस्य प्रातिपदिकम्. अत्र पञ्चसु अपि धातुगणेषु अङ्गम् आवानन्दं नास्ति. अतः श्रीप्रातिपदिके निमागमः न कुत्र अपि भवति. नवसलिङ्गे द्विवचने श्रीप्रति परे अनन्दाङ्गम् अस्ति चेत् द्वितीय द्विवचने कार्यं करोति इति पृष्टवन्तः. तदेव श्रीलिङ्गे अपि श्रीलिङ्गे नवसलिङ्गे यत् पदं भवति तदेव श्रीलिङ्गस्य प्रातिपदिकं भवति इति. अतः एकवचने अदादिगणे सजी इति रूपं स्वादिगणे चिन्वति इति रूपं रुदादिगणे रुण्वति रुन्दति इति कनादिगणे कुर्वति क्रियादिगणे क्रीणति इति रूपं कुर्वति कुर्वत्यौ श्रीलिङ्गे कुर्वति कुर्वत्यौ कुर्वत्यः इति प्रथमपुरुषे प्रथमभक्तिः. अनन्तरं द्वितीयभक्तिः कुर्वतीं कुर्वत्यौ कुर्वतीः इति. अदादौ चतुर्दशानाम् आकारं दातु द्वयविद्यां भवति यदा नवसलिङ्गस्य द्विवचने याति यान्ति यात्यौ यान्त्यौ यात्यः यान्त्यः इति शत्रुसाक्षौ समग्रं विकरण चिन्तनं परिसमाप्तः. तदेव अस्ति महोदय आकारान्तदातुः अस्ति कृत्वा आशीनद्योर्णुम् इत्यनेन निमागमः विकल्पेन भवति. स्त्रीलिङ्गः अस्ति न तावदेव तर्हि प्रातिपदिके एव नुमागमः विकल्पेन भवति इति कृत्वा याति इति एकं प्रातिपदिकं यान्ति इति अन्यत् प्रातिपदिकं तर्हि याति इति प्रातिपदिकस्य अस्माकं किमस्ति अष्टविभक्त्यामपि सप्तविभक्तयः अपि सन्ति अनन्तरं यान्ति इत्यस्य कृते पुनः वयं रूपाणि साधयामः पृथक्तया यान्ति यान्ति चतुर्दशानां चतुर्दशानां न सर्वे सर्वेषामपि आकारान्ताः सन्ति इति कृत्वा आचीनद्युनम् इत्यस्य प्रसक्तिः प्रश्नः अस्ति किम् अस्मिन् करपत्रे किम् इत्युक्ते चिन्तनम् अस्माकं कीदृशं भवतु इति महोदयेन प्रदर्शितं प्रथमं तु अदन्तम् अङ्गम् इति स्वीकृत्य पश्यामः स्त्रीपुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे इति चिन्तनम् अनन्तरं किमस्ति अभ्यस्तम् अङ्गम् अङ्गस्वीकृते चिन्तनं पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे इति तृतीयभागः वर्तते अनदन्तम् अनभ्यस्तम् अङ्गम् इति स्वीकृत्य चिन्तनं पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे आहत्य पश्यामः चेत् केचन एव सूत्राणि सन्ति पञ्च वा षड् सूत्राणि सन्ति तावदेव आहत्य उगितचां सर्वनामस्थाने नाभ्यशतुः वा नपुंसकस्य आचीनद्योर्णं शप्शनो नित्यम् अनन्तरम् अस्य अस्माकं नपुंसकलिङ्गस्य कृते भिन्नसूत्रमासीत् किम् आसीत् नपुंसकस्य जलचः इति सामान्यसूत्रमस्ति तदपि वर्तते नुमागमचिन्तनम् आनीयते तत्रापि इति कृत्वा आहत्य षड्डेव सूत्राणि सन्ति किन्तु पुनः चिन्तनं कथं भवति इत्युक्ते यत्र पुल्लिङ्गस्य कृते तु केवलम् अभ्यस्तम् अङ्गं चेदेव विषयः भिन्नः अस्ति अन्ये नवसु गणेषु समानचिन्तनमस्ति निमागमः सर्वनामस्थाने विधीयते अनन्तरं अभ्यस्तम् अङ्गम् अस्ति चेत् नाभ्यस्तशतुः इत्यनेन निमागमः न भवति अनन्तरं वयम् अधुना नपुंसकलिङ्गस्य कृते स्त्रीलिङ्गस्य कृते पश्यामः चेत् यत्र यत्र अकारान्तम् अङ्गम् अस्ति चेत् उदाहरणार्थम् अधादिगणस्य आ इति यत्र दातवः अकारान्तदातवः सन्ति अनन्तरं भुआदिगणस्य यत्र क्षम्यतां यत्र शप्शनो नित्यम् इति सूत्रं प्रथमं पश्यामः अनेन स्त्रीलिङ्गस्य कृते यदि भुआदिगणस्य चुरादिगणस्य दिवादिगणस्य नित्यं भवति वैकल्पिकं रूपं नास्ति नित्यं नुमागमः भवति कृत्वा एकमेव रूपं भवन्ति इति रूपम् अनन्तरं किमस्ति चोरयन्ति इति यान्ति इति क्षम्यताम् इति एकमेव क्षम्यतां यान्ति नास्ति दीव्यन्ति इति दिवादिगणस्य एकमेव रूपं प्राप्नुमः किन्तु अन्यत्र यत्र अकारः वा आकारः वा वर्तते उदाहरणार्थं तुदादिगणस्य दातवः अनन्तरं अदादिगणस्य आकारान्तदातः चतुर्दशदातवः सन्ति तेषामपि आचीनद्योर्णम् इत्यनेन विकल्पेन प्रातिपदिकस्य एव नुमागमः विकल्पेन भवति तर्हि याति इति रूपद्वयं याति यान्ति इति रूपद्वयं प्रातिपदिकद्वयं वर्तेते अनन्तरं किम् अस्ति लिखति इत्यस्य लिखति लिखन्ति इति अपि तुदादिगणस्य किमस्ति अस्माकं अत्र प्रातिपदिकस्य एव रूपद्वयं भवति स्त्रीलिङ्गे अनन्तरम् अस्ति नपुंसकलिङ्गस्य कृते पश्यामः चेत् नपुंसकलिङ्गे अस्माकं द्विवचनस्य विषयः पश्यामः चेत् स्त्रीलिङ्गस्य कृते यत् अस्ति तदेव अस्ति द्विवचनस्य कृते अनन्तरं बहुवचनं पश्यामः चेत् अत्र तु सामान्यतया पुल्लिङ्गभवत् भवति किन्तु यत्र नपुंसकलिङ्गस्य अभ्यस्तसंज्ञा वर्तते तत्र तु नाभ्यस्तशतुः इति पुल्लिङ्गस्य कृते अनन्तरं वानपुंसकस्य इति नपुंसकलिङ्गे विकल्पेन भवति बहुवचने अभ्यस्तसंज्ञा अस्ति चेत् द्विवचने श्नाभ्यस्यो रातः इत्यनेन तत्र नुमागमः न भवति यद्यपि अदन्तम् अङ्गं चेदपि न भवति एव यत्र अभ्यस्त अङ्गम् अस्ति चेत् इति स्मर्तव्यम् प्रश्नः अस्ति किमत्र पूर्वमेव करपत्रे एतदेव विषयः आकारन्ततातवः प्रथम एकवचने अपि नियुक्तं भवति वा यान्ति यान्ति इति अतिनतिं करोति द्विवचने एव आकारन्ततः सर्वत्र सर्वत्र त्रिषु त्रिषु वचनेषु विकल्पेन कस्मिन् कस्य लिङ्गस्य विषयं पृच्छति इति पुनः वद सर्वत्र त्रिषु वचनेषु न पुरुषः प्रथमं वक्तव्यं खलु किं पुरुषः इत्युक्ते क्षम्यतां लिङ्गं प्रथमं वक्तव्यं खलु पुल्लिङ्गस्य विषये पृच्छति किं स्त्रीलिङ्गस्य विषये पृच्छति किं नपुंसकलिङ्गस्य विषये पृच्छति किमर्थं चिन्तनं भिन्नं भवति खलु तर्हि तस्य लिङ्गस्य विषये पृच्छति प्रथम एकवचने अपि विकल्पेन विकां स्त्रीलिङ्गस्य प्रातिपदिके एव वैकल्पिकं भवति इति कृत्वा अनन्तरं याति इति एकं प्रातिपदिकम् अनन्तरं विकल्पेन यान्ति इति अन्यत् प्रातिपदिकं तर्हि याति इति प्रातिपदिकं स्वीकुर्वन्ति याति यात्यौ यातिः याति यात्यौ यातिः इति रूपाणि अनन्तरं यान्ति इति स्वीकृत्य पुनः तदेव विभक्तिरूपाणि यान्ति यान्त्यौ यान्त्यः यान्तीं यान्त्यौ यान्तीः इति अभिन्नरूपाणि इति पुल्लिङ्गस्य कृते स्त्रीलिङ्गस्य कृते पुल्लिङ्ग प्रश्नः तर्हि अन्यप्रश्नः अस्ति महोदय किमित्युक्ते महोदय यत्र महोदय वचनरूपं विद्यते इति वदति तत्र तु लिङ्गं किम् इति वदति चेत् इतोपि स्पष्टता भवति नो चेत् दोषः भवति खलु इत्येव मम विषयः मम आशयः धन्यवादः पुनः पुनः प्रश्न अन्यप्रश्नः आसीत् किं महोदय क्षम्यताम् तदेव आसीत् खलु किं भवति यथा नपुंसकलिङ्गस्य अस्तु स्त्रीलिङ्गे यत् एतत् याति यान्ति आं भगिनी गीता भगिनी अस्ति किं प्रश्नः अरुणा भगिनी भवत्याः प्रश्नः वर्तते तद् मनसि स्थितिः अस्ति चेत् अदन्ताङ्गानाम् अनदन्ताङ्गानाम् अभ्यस्तसंज्ञक धातूनाम् अनभ्यस्त संज्ञकधातूनां सर्वे कार्यं तत्तु संज्ञक धातु अदन्तानामपि अस्ति न इत्युक्ते ह्रस्वकारः अन्ते इति सः तादृशङ्गं नास्ति अभ्यस्तसंज्ञा अत्र वर्तते अत्र अभ्यस्तसंज्ञकधातोः द्वे अपि अस्ति इति अस्ति स अपि कोऽपि इदानीं दृष्टम् एकनिमिष भगिनि अत्र अस्ति अत्र अत्र अनदन्तेषु पुनः विभागद्वयम् अभ्यस्तम् अनभ्यस्तम् अभ्यस्तम् अनदन्तम् अनभ्यस्तम् अभ्यस्तम् इत्युक्ते अनदन्तमेव अदन्तं न भवति एव अभ्यस्तं यत्र जुहोत्यदि सर्वे तु अनदन्ताः सन्ति अकारः भवितुमर्हति उदाहरणार्थं दरिद्रा धातोः तु अवर्णः भवितुम् अर्हति किन्तु तत्तु आकारः अस्ति अत् अदन्तं नास्ति अत्यन्ते नास्ति सः नास्ति आकारः अस्ति तत्रापि आकारस्य लोपः भवति श्नाद्यस्य व्रातः इत्यनेन अदन्तमेव भवति अनदन्तमेव भवति प्रश्नः नास्ति चेत् विरमामः किं समयः अतीतः धन्यवादः धन्यवादः भगिनि नमस्कारः नमस्कारः।